पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 55 श्रीभगवानुवाच अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य च पुरा भागीरथितीरे द्विजः परमहंसकः उपदेष्टा सहस्राणां द्विजानां शान्तितः परः एकदण्डधरः साक्षात् कूर्मवद्धरणीस्थितः एकाकिनः सतस्तस्य देवागारे विनिष्कृते पत्युर्गृहात् परं गेहं गन्तुं सायं समुद्यता अकस्माद्युवती नारी मिलिता रूपधारिणी दृष्ट्वा तां भगवान् विप्रो मन्मथस्य भयार्दितः अगारजठरे कृत्वा सचैनां प्राक्षिपत्क्षपाम् अर्गलं सा दृढं कृत्वा देवागारे सुशोभने कदाचिदपि तं द्वारा दागन्तुं न ददातिह एवं भूतसमाधिस्थः क्षपां क्षिप्त्वा विलप्य सः चिन्तयंस्तां वरारोहान् द्वारि किं वा कृतं मम एवं सञ्चिन्त्यतामाहद्वारं देहि हनप्रिये पदिश्च वशखकान्दे दयितस्ते भविष्यति तदस्तं प्राह सा विप्रं वृद्धं कामप्रलालसम् अनन्विदा गिरस्ताद वक्तुं त्वं नार्हसि प्रभो अथासौ भगवान् प्राह प्रचुरं चास्ति मे वसु तव दास्यामि कल्याणि प्रस्फोटय कपाटिकां विप्रमाह पुनः सा च त्वं वै मे धर्मदः पिता मा गच्छ पुत्रिकां मां च परयोषां च धार्मिक मनसा ससमालोच्य सुषिरेण पथा गृहान् बाहुनो धाढ्यतेनैव गन्तुं चैव समुद्यतः गच्छतश्चार्धममर उत्तमाङ्गं सुसङ्कटे प्रविष्टं न पुनश्चैति पञ्चत्वमगमत्तदा उषःकाले समयादा रक्षिणो ये जक्किङ्कराः अद्भुतं तं शवं दृष्ट्वा तामुचुस्ते च विस्मिताः कथं च निधनं त्वस्य सम्भूतं ब्रूहि सुन्दरि कथयित्वादु तद्वृत्तमभीष्टं देशमागता एवं कामस्य महिमा दुर्निवारो जनेषु च सर्वेषामपि जन्तूनां सुरासुरनृणां भवेद् दृष्ट्वा मोकां वरारोहां सर्वलोकपितामहः च्युतबीजो भवत्तत्र लौहित्य सम्भवस्मृतः पुनादिसकलान् लोकान् सर्वतीर्थमयो हि सः यमाश्रित्य नरो यादिब्रह्म लोकमनामयं द्विज उवाच कथं च ब्रह्मणो मोहो ह्यमोकाका वराङ्गना उद्भवं तीर्थराजस्य श्रोतुमिच्छामि तत्त्वतः श्रीभगवानुवाच मुनिर्देवै समाराध्यः पद्मयोनिसमप्रभः शं धनुश्चेदि विख्यातपत्नी तस्य पतिव्रता अमोकेदि समाख्यादा रूपयौवनशालिनी अस्याश्च पदिमन्वेष्टुं यादो ब्रह्मा च तद्गृहं तस्मिन् काले मुनिश्रेष्ठपुष्पाद्यर्थं वनं गतः सादं दृष्ट्वा सुरश्रेष्ठमर्घ्यपाद्यादिकं ददौ दूरेऽभिवादनं कृत्वा सा गृहं प्रविवेशः। तां च दृष्ट्वा नवद्याङ्गीं दादा कामवशं गतः। स्रष्टात्मानं समाधाय चिन्तयत्तां पुरोगतां बीजं पपादखड्वायं ब्रह्मण परमात्मनः। ततो ब्रह्मा गदस्त्रस्तत्वरया परिपीडितः। अधायादो मुनिर्गेहं शुक्रं पीठे ददर्शः। तम पृच्छद्वरारोहां कश्चाप्यत्रागतः पुमान्। तमुवाच ततो मोख ब्रह्म ह्यत्रागतः पदे त्वामे वान्वेषितं नाथ मया दत्तोऽत्र पीठकः। शुक्रस्य कारणं चात्र तपसा ज्ञातुमर्हसि। ततो ध्यानात् परिज्ञातं तेनैव च द्विजन्मना। ब्रह्मरेतः परं साध्वी पालयस्व ममाज्ञया। उत्पद्यते सुतस्ते तु सर्वलोकैकपावनः। आवयोः सर्वकल्याणं फलिष्यति मनोगतम्। ततः पतिव्रदातस्य आज्ञा मा गृह्य सम्भवाद। पपौरेदो महाभागा ब्रह्मणः परमात्मनः। आवर्त इव संजज्ञे रौद्रगर्भ इति स्फुरन्। प्रसोढुं नैव शक्ता सा शन्तनुं चाब्रवीत्तदः। गर्भं धारयितुं नाथ न शक्नोम्यधुना प्रभो। किं करिष्यामि धर्मज्ञप्राणो मे संचलत्यपि। आज्ञापय महाभाग गर्भं त्यक्ष्यामि यत्र च। भक्तिराज्ञां समादाय मुक्तो गर्भो युगन्धरे। पयस्तेजोमयं शुद्धं सर्वधर्मप्रतिष्ठितम्। तन्मध्ये पुरुषशुद्धकिरीडी नीलवाससा। रत्नदाम्ना च विद्धाङ्गो दुःप्रेक्ष्यो ज्योतिषाङ्गणः। ततो देवगणा स्वर्गात् पुष्पवर्षमवाकिरन्। प्रसूदः सर्वतीर्थेषु तीर्थराज इति स्मृतः। ततो राम इति ख्यातः प्रजातोऽहं भृगो कुले। क्षत्रियान् पितृहं तृंस्तु ससैन्यबलवाहनान्। हत्वा युद्धगदान् भेदान् पङ्खैः सर्वैर्युधो ह्यहम्। ब्रह्म हत्या समं घोरं मद्गेहे समुपस्थितम्। पङ्कयुक्तं कुठारं मे क्षालिदं नैव शुध्यति। तदखे चाभवद्वाणि राम मद्वचनं गुरु। यत्र तीर्थे कुठारं ते निर्मलं च भवेदिह। तत्र ते सर्वपापानां जातानां च क्षयो भवेद्। जनानां तत्र सर्वेषां हितार्थं तिष्ठमानद। चपलं गच्छ तीर्थानि सर्वाणि सुमहान्ति च। तेषां मध्ये महातीर्थे परशुशुद्धो भवेद्यदि। तं च जानीहि तीर्थेषु मुक्तिदं परिकीर्तितम्। तच्छ्रुत्वा जामदग्न्यस्तु तीर्थानि प्रययौ तदा। गङ्गां सरस्वतीं शुभ्रां कावेरीं सरयूं तथा। गोदावरीं च यमुनां कद्रूं च वसुधां तथा। अन्यां च पुण्यदां रम्यां गौरीं पूर्वां स्थितां शुभाम्। गच्छतस्तस्य धीरस्य सदा गदि समस्य च। क्षालितः सर्वतीर्थेषु न पुनर्निर्मलो भवत्। ततो गिरिगुहां दुर्गां महारण्यं च पर्वतं गिरिकूडं च दुर्लभ्यं। ययौ तीर्थमसौ हरिः। न च निर्मलतामेधि कुठारस्तस्य तेन च विषादमगमत्तत्र रामः परपुरञ्जयः आहेरि विविधं कृत्वा चोपविश्य धरातले प्रचिन्तामगमद्वीरस्तमुवाच पुनस्तथा पूर्वस्यां दिशि देवेश तीर्थं चास्ति गुहोदरे तच्छ्रुत्वा नरशार्दूलो गत्वा कुण्डं ददर्श सः प्रदक्षिणं जलावर्तं शुभ्रं पापहरं शुभं तज्जलस्पर्शमात्रेण कुठारशुद्धतां गतः ततो रामोऽभिषेकं तु कृतवान् प्रमुदान्वितः शुद्धात्मनस्त्वपापस्य बुद्धिर्जादा प्रपाविनी स रामः सुचिरं स्थित्वा तीर्थराजं प्रसाद्यतं ततस्ततो चलात्प्राप्य पुरं वेगसमन्वितः ख्यातं कृत्वा ततश्चौर्यां गतोऽसौ लवणार्णवम् अयं तीर्थवरसाक्षात् पितामहकृतो भुवि सुगद्धः सर्वदशुद्धो मुक्तिमार्गप्रदः किल एवं कामप्रभावं च विद्धि दुर्वारदुःसहम् कामाज्जादं वृषं पापं पुण्यं पुण्यप्रयोगदः स जातश्चैव लौहित्यो विरञ्चेश्चैव चौरसः चन्दनो क्षेत्र संजातस्त्वमोका गर्भसम्भवः विरिञ्चिना जिदः कामः शान्तनोरप्यमत्सराद तस्या पतिव्रतात्वा च तीर्थातीर्थवरो हि सः एवं यस्तु पढेन्नित्यं पुण्याख्यानमिदं शिवम् शृणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्गं स गच्छति इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पञ्चाख्याने लौकिक्योत्पत्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॐ